पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 58 व्यास उवाच एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः वानप्रस्थाश्रमं गच्छे सदारसाग्निरेव च निक्षिप्य भार्यां पुत्रेषु गच्छेद्वनमथापि वा दृष्ट्वा पदस्य वापत्यं जर्जरी कृतविग्रहः शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे गत्वारण्यं नियमवांस्तभः कुर्यात् समाहितः फलमूलानि भूतानि नित्यमाहारमाहरेद यदा हारो भवेत्तेन पूजयेत् पितृदेवताः पूजयेदधिदिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् गृहादादाय चाश्नीयादष्टौ ग्रासान् समाहितः जटाश्च बिभ्रूयान्नित्यं न करोमाणि नोत्सृजेद स्वाध्यायं सर्वधा कुर्यान्नियच्छेद्वाजमन्यत अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेद उत्पन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा चिरवासा भवेन्नित्यं स्नायात्तृषवणं शुचिः सर्वभूतानुकम्पश्च प्रतिग्रहविवर्जितः दर्शेन पौर्णमासेन यजेद नियतं द्विजः ऋत्विष्ठ्याग्रयणे चैव चादुर्मास्यानि कारयेद उत्तरायणं चक्रमशो दक्षिणायनमेव च वासन्तशारदैर्मेध्यैरुत्पन्नै स्वयमाहृतैः पुरोडाशाश्चरूंश्चैव विधिवन् निर्वपेत् पृथक् देवताभ्यपितृभ्यश्च दत्त्वा मेध्यतरं हविः शेषं समुपभुञ्जीद लवणं च स्वयं कृतं वर्जयेन्मध्यमांसानि भौमानि कवचानि च भूस्तृणं शष्पकं चैव श्लेष्मात्रकफलानि च न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् न ग्राम चाधान्यार्थोऽपि पुष्पाणि च फलानि च श्रावणेनैव विधिना वह्निं परिचरेत् सदा न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेद ननक्तं किञ्चिदस्नीयाद्रात्रौ ध्यानपरो भवेद जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेद यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेद तद्व्रतं तस्य लुप्येद प्रायचित्तीयदे द्विजः तत्र यो जायते गर्भो न सस्पृश्यो द्विजादिभिः न हि वेदेऽधिकारोऽस्य तद्वंशेऽप्येवमेव हि भूमौ शयीदसततं सावित्री जप्यतत्परः शरण्य सर्वभूतानां सद्विभागपरः सदा परिवादं मृषावादं निद्रालस्य च वर्जयेद् एकाग्निरनिकेतस्यात् प्रोक्षितां भूमिमाश्रयेत् मृगैः सहचरेद्दां तस्थैः सहैव च संवसेद शिलायां शर्करायां वा शयीद सुसमाहितः सद्यप्रक्षालको वा स्यान् मासः सञ्चयिकोऽपि वा षण्मासनिचयो वापि समानिचय एव वा नक्रं चान्नं समश्नीयाद्दिवा चाहृत्यशक्रिदः चतुर्थकालको वा स्यात् किं वाप्यष्टमकालिकः चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्जयेद पक्षे पक्षे समश्नीयाद्यवागुं क्वथितं सकृत पुष्पमूलफलैर्वापि केवलैर्वर्तयेत् सदा स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः भूमौ वा परिवर्तेद तिष्ठेद्वा प्रपदैर्दिनम् स्थानासनाभ्यां विहरेन्न क्वचिद्धैर्यमुत्सृजेद ग्रीष्मे पञ्चतपाश्च स्याद्वर्षास्वभ्रावकाशिकः आर्द्रवासाश्च हेमन्ते क्रमशो वर्धयेत्तपः उपस्पृश्येत्तृशवणं पितृदेवांश्च सर्पयेद एकपादेन तिष्ठेद मरीचिं वा पिबेत् सदा पञ्चाग्निधूमगो वा स्याद्धूष्मगः सोमपोऽपि वा पयपिबेत् शुक्लपक्षे कृष्णपक्षे दु गोमयम् शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर्वा वर्तयेत् सदा योगाभ्यासरतश्च स्याद्रुद्राध्यायी भवेत् सदा अथर्वशिरसोऽध्येदा वेदान्ताभ्याः सतत्परः यमान् सेवेद सततं नियमांश्चाप्यतन्त्रितः अथ चाग्नीन् समारोप्य स्वात्मनिध्यानतत्परः अनग्निरनिकेदो वा मुनिर्मोक्षपरो भवेद तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेद गृहमेधिषु चान्येषु द्विजेषु वनचारिषु ग्रामादाहृत्य चास्नीयादष्टौ ग्रासान्वने वसन् प्रतिगृह्य पुडेनैव पाणिना शकलेन वा विविधाश्चोपनिषद आत्मसंसिद्धये जपेद विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च महाप्रस्थानिकं वासौ कुर्यादनशनं तथा अग्निप्रवेश मन्यद्वा ब्रह्मार्पणविधौ स्थितः इति श्रीपाद्मे महापुराणे स्वर्गखण्डे वानप्रस्थाश्रमाचारधर्मो नामाष्टपञ्चाशत्तमोऽध्यायः ॐ